पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 73 महादेव उवाच ॐ रामरक्षास्तोत्रस्य श्रीमहर्षिर्विश्वामित्रऋषिः श्रीरामो देवता अनिष्टुप्छन्दः विष्णुप्रीत्यर्थे जपे विनियोगः अदसी पुष्पसङ्काश्यं पीतवाससमच्युतं ध्यात्वा वै पुण्डरीकाक्षं श्रीरामं विष्णुमव्ययं पादुवो हृदयं रामः श्रीकण्ठकण्ठमेव च नाभिं पादु मखत्रादा कडिमे विश्वरक्षकः करौ पादु दाशरथिः पादौ मे विश्वरूपदृक् चक्षुषी पादु वैदेव सीता पदिरनुत्तमः शिखां मे पादु विश्वात्मा कर्णौ मे पादु कामदः पार्श्वयोस्तु सुरत्रादा कालकोटिसुराः सदः अनन्दः सर्वदा पादु शरीरं विश्वनायकः जिह्वां मे पादु पापघ्नो लोकशिक्षाप्रवर्तकः राघवः पादु मे दन्तान् केशान्रक्षदु केशवः सक्दिनी पादु मे दत्त विजयो नाम विश्वसृक येदां राम बलोपेदां रक्षां यो वै पुमान् पठेद सचिरायुः सुखी विद्वान् लभते दिव्यसम्पदं रक्षां करोति भूदेभ्यः सदा रक्षादु वैष्णवी रामेदि रामभद्रेदि रामचन्द्रेदि यस्मरेद विमुक्तः स नरः पापान्मुक्तिं प्राप्नोति शाश्वतीं वसिष्ठेन इदं प्रोक्तं गुरवे विष्णुरूपिणे ततो मे ब्रह्मणः प्राप्तं मयोक्तं नारदं प्रति नारदेन तु भूर्लोके प्रापितं सुजनेष्विह सुक्त्वा वाध गृहे वापि मार्गे गच्छन्त एव वा ये पठन्ति नरश्रेष्ठास्ते नराः पुण्यभागिनः इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे रामरक्षास्तोत्रं नाम 3 सप्ततितमोऽध्यायः ॐ